अस्तु, गतरविवासरे अस्माकं भ्वादिगणस्य विषये चर्चा भविता। तत्र सामान्यकार्यं तु वयं जानीमः, प्रायः बहूनां धातूनां कृते केवलम् एकमेव कार्यमस्ति, वर्णमेलनं। परन्तु कुत्रचित् इत्यादिकं कार्यं भवति। एकं कार्यमस्ति, सर्वप्रथमं तु अस्ति गुणं करणीयं, नाम यत्र इगन्तधातुः अस्ति अथवा लघु उपधातुः अस्ति तत्र तत्र किं भवति, तत्र गुणकार्यं भवति, यतोहि शप् प्रत्ययः अस्ति परे शितपि अस्ति पितपि अस्ति, अतः गुणकार्यं भवति, अतः तत्र गुणकार्यं करणीयं। यथा जी मध्ये जे भवति, तदनन्तरं जय इति अङ्गं भवति, इति गुणकार्यमस्ति। तर्हि तदस्ति। तदनन्तरम् एकमस्ति धात्वादेशः। धात्वादेशः इत्युक्ते मूललौकिकधातोः स्थाने कोऽपि अन्यधातुः आगच्छति, तद् धात्वादेशः इति वर्तते। तत्रापि उदाहरणानि सन्ति। तत्र किमस्ति, एकम् उदाहरणम् अस्ति इषु गमीयमां छः इति उदाहरण इति सूत्रमस्ति। तत् वदति इष् गम यम इति धातूनां कृते तत्र अन्तिमवर्णस्य स्थाने छकारः आगच्छति। तदनन्तरं छकारः आगच्छति, तदनन्तरं छेच इति सूत्रेण चकारः अपि वर्तते, तदनन्तरं तकारः अपि वर्तते, तदनन्तरं स्तोः चुनाश्चुः इत्यनेन तकारश्च चकारः भवति। अतः इष् स्थाने इच्, गम् स्थाने गच्, यम् स्थाने यच् इति भवति। कदा भवति? यदा परे शिति अस्ति, सर्वदा न भवति, शिति परे अस्ति तदेव भवति। इषु गमीयमाम् अङ्गस्य छः शिति, तर्हि शित् प्रत्यय परे अस्ति चेत् इष् स्थाने इच्, गम् स्थाने गच्, यम् स्थाने यच् इति भवति। तदनन्तरम् अस्माभिः दृष्टम् तदनन्तरं धात्वादेशसूत्र आसीत् पाघ्रा ध्मास्था म्ना दाण् दृशि अर्ति सत्सर्ति षद सदां पिब जिघ्र धम तिष्ठ मन यच्छ पश्य ऋच्छ धौ शीयसीदा इति आसीत्। तर्हि अत्रापि क्रमशः पास्थाने पिब, घ्रास्थाने जिघ्र इति भवति। कदा? अत्रापि तदैव यदा अग्रे शित् प्रत्ययः अस्ति। शित् प्रत्ययः नास्ति चेत् धात्वादेशः न भवति। तर्हि इति अस्माभिः दृष्टम्। तदनन्तरम् अस्माभिः एकं दृष्टं यत् एकं वार्तिकम् आसीत् इक्षितपौ धातुनिर्देशे इति वक्तव्यम्। इक्षितपौ धातुनिर्देशे इति वक्तव्यं। तर्हि तस्य किम् अर्थम् अस्ति? इदं वार्तिकम् अस्ति, तस् वार्तिकं केवलं सूत्रेषु भवति, लोके न भवति। तर्हि सूत्रेषु यदि धातु अनन्तरम् इक् प्रत्ययः अस्ति अथवा श्तिप् प्रत्ययः अस्ति तर्हि तस्य किमपि नूतन प्रयोजनं नास्ति, तस्य प्रयोजनम् अस्ति धातुनिर्देशम् एव। तर्हि गमी, इषु गमीयमां मध्ये गमी अस्ति, गमी मध्ये इक् इक् प्रत्ययः अस्ति, गम् योगः इक्, तस्य अर्थः एकमेव अस्ति, गम् धातुः निर्देशः। तथैव स्तिप् अस्ति, तत्र अत्र पाघ्राध्मास्ना इति सूत्रे अर्ति सर्ति अस्ति, तत्र रीधातु श्रीधातु तयोः स्तिप् स्तिपन्त स्तिप् शिबन्त रूपे स्तः अर्ति सर्ति, तयोः अर्थः अपि अस्ति धातुनिर्देशः एव। अर्ति इत्युक्ते रीधातु, सर्ति इत्युक्ते श्रीधातु इति एव। तर्हि अत्र प्रश्नः आगन्तुं शक्नोति, यदि धातुनिर्देशम् एव अर्थः अस्ति तर्हि किमर्थं प्रत्ययस्य आवश्यकता? तर्हि प्रत्ययस्य आवश्यकता अस्ति सूत्रेषु अलङ्कारम् आनेतव्यम् अथवा सूत्रेषु छन्दम् आनेतव्यं। तर्हि अतः सूत्रे लय आनेतव्यम्, अतः तत्र इक्षितपौ प्रत्ययस्य आवश्यकता अस्ति। तर्हि एकम् अप्रयोजनम् अस्ति अलङ्कारः अथवा लयीकरणीयम्। अन्य एकम् अस्ति प्रयोजनं तत्र यङ्ग् लुक् प्रसङ्गे। तर्हि यत्र यङ्ग् लुक् किम् अस्ति इति वयम् इदानीं पठामः। तर्हि अधुना कः अस्ति? मीना महोदय अस्ति खलु? महोदय, मम एकः प्रश्नः अस्ति। पृष्टवती वा न इति अपि न स्मरामि. किञ्चित् क्लेशः अस्ति सर्वे, किन्तु अत्र अस्ति खलु पाघ्राद्मा सूत्रं, तत् कदा कार्यं करोति? इदानीं तु शिति अस्ति अनुवृत्तसहितसूत्रे, इत्युक्ते शित् प्रत्यय परम् अस्ति चेत् कार्यं करोति किम्? आम्. किन्तु दाधातु, ददाति, ददतु सर्वे भवति खलु, किमर्थं यच् इति अस्ति? न, भ्वादिगणे यदि कर्तुम् इच्छति तत् तदा न, अत्र दान, दान इत्युक्ते दान अर्थे, दान अर्थे यच् इति धातोः धातोः उपयोगः भवितुम् अर्हति इति. दान अर्थे यदि दान अर्थे अत्र अस्ति, तत्र दान यच् इत्युक्ते दान अर्थे तत्र यच् धातुः भवितुं शक्नोति. तत्र भवादिगणे कर्तुम् इच्छक्नोति तर्हि भवादिगणे कर्तुम् इच्छति तदेव, झोत्यादिगणे नास्ति, तत्र शप् नास्ति खलु, शित् नास्ति. तत्र कर्तुम् इच्छति चेत् कर्तुं शक्नुमः, करणीयम् एव इति किमपि नास्ति. आम्, परन्तु भवादिगणे यदि दान अर्थे भवती इच्छति तर्हि यच् करणीयमेव. ददाति भिन्नार्थः अस्ति, दान भिन्नदा अस्ति, यच्छति इति भिन्नार्थः अस्ति खलु. ददाति इति भवादिगणे नास्ति खलु. भवादिगणे यदि इच्छति यच्छति एव करणीयम्. नो चेत् ददाति वदामि चेत् दोषः नास्ति. दोषः नास्ति, परन्तु तत् ज्योत्यादिगणे. आं, सत्यं. न, दोषः नास्ति, कर्तुं शक्नोति. अस्तु, अर्थे ददाति अपि कर्तुं शक्नोति, यच्छति अपि कर्तुं शक्नोति. अत्र अपि समानं खलु? समानम्. अस्तु अस्तु, अग्रे गच्छामः. मम अपि एकः प्रश्नः अस्ति. तिक् प्रत्ययः तिङ्क्स् तिक्तश्च इति तिङ् प्रत्यय अपेक्षया किं व्यत्यासः? किं व्यत्यासः? किं स्टिप् अपि ति, तिङ् अपि ति प्रत्ययः. न न, स्टिप् तिङ् प्रत्ययः नास्ति, तत्र अनुबन्ध अनुबन्धरहित तिप् ति अस्ति, परन्तु तिप् प्रत्यय भिन्न अस्ति, स्टिप् प्रत्यय भिन्न अस्ति. अर्थं समानं नास्ति. तिप्तस्ति सिप्तस्थ इति तिङ् प्रत्ययः अस्ति, तस्य तिङन्त क्रियापदं भवति. तिप् प्रत्यय तस्य अर्थ धातुनिर्देशः एव, तस्य अर्थ रामः पठति, रामः गच्छति, तत्र स्टिप् प्रत्ययः नास्ति, तिप् एव अस्ति. भिन्नमस्ति तत्र अनुबन्ध अनुबन्धरहितरूपं समानमस्ति, ति एव अस्ति, परन्तु अर्थः टोटलि भिन्नम् अस्ति. ति प्रत्ययः तिङन्त अस्ति, ति प्रत्ययः कृत् अस्ति, भिन्नम् अस्ति. अस्तु, पठतु यङ्ग् लुक् प्रसङ्गे. स्टिप् प्रत्ययः सूत्रस्य अलङ्कारार्थम् उपयुज्य यङ्ग् लुक् प्रसङ्गे एव तत्र एव आमां पठतु. सर्वे म्यूट् कुर्वन्तु, केवलं मीना महोदय भवती अन्म्यूट् भवतु, अन्ये सर्वे म्यूट् कुर्वन्तु, अत्र डिस्टर्बन्स् अस्ति लैन् मध्ये. यङ्ग् लुकः प्रसङ्गे स्टिप् प्रत्ययः सूत्रस्य अलङ्कारार्थम् उपयुज्यते पाणिनिना इति उक्तम्. ततः अग्रे अन्यत् एकं प्रयोजनं भवति. कुत्रचित् सूत्रेषु धातो निर्देशे धातोः स्थितेन कुत्रचित् सूत्रेषु धातोनिर्देशो धातोः स्थिप्रत्ययो भवति येन यङ्लुकि तस्य सूत्रस्य कार्यं तस्य धातोः कृते न स्यात् इति प्रदर्शनार्थम्. अहं पुनरपि पठामि महोदय. कुत्रचित् सूत्रेषु धातोनिर्देशे धातोः स्थिप्रत्ययो भवति येन यङ्लुकि तस्य सूत्रस्य कार्यं तस्य धातोः कृते न स्यात् इति प्रदर्शनार्थम्. अत्र बहूनां जिज्ञासाः व्युत्पन्ना. लुगन्तं नाम किम्? अतः तस्मिन् सम्बन्धे किञ्चित् उपस्थाप्यते परिचयत्वेन. पाणिनेः धातुपाठे द्विसहस्रं धातवः सन्ति. भू धा पट् लिक् ज्ञा क्रि इत्यादयः द्विसहस्रे धातुषु अस्माकं बहवः परिचिताः. इमे पाणिनीयधातुपाठे स्थिताः सर्वे धातवः उपदेशधातवः इत्युच्यन्ते. तदा द्वादशप्रत्ययाः सन्ति येभ्यः धातुभ्यः विधीयन्ते. यदा इमे प्रत्ययाः विहिताः भवन्ति तदा नूतनधातवः निष्पन्नाः भवन्ति. येषाम् अस्माभिः नूतनया निष्पादितधातूनां नाम आदिदेशिकधातवः. यदा निच् प्रत्ययस्य संयोजनेन निजन्तधातुः निष्पन्नः, लिक् इति औपदेशधातुः तस्मात् यदा निच् विहितो भवति तदा लेकि इति नूतनः निजन्तधातुः निष्पन्नः. अयं च आदिदेशिकधातुः. सन्नन्दधातवः अपि तथा. कृ इति औपदेशिकधातुः, चिकीर्ष इति सन्नन्दः आदिदेशिकधातुः, लति चिकीर्षति. एकनिमिषम् वदामि. तर्हि वयं जानीमः यत् धातुपाठे उपद्विसहस्रं धातवः सन्ति, अबौट् 2000 धातवः सन्ति धातुपाठे. ते सर्वे औपदेशिकधातवः इति उच्यन्ते. औपदेशिकधातुः नाम ते धातवः ये धातुपाठे वर्तन्ते, तत्र भू दा पठ लिख् न्या इति. परन्तु द्वादशप्रत्ययाः सन्ति ये यदा धातुभ्यः विधीयन्ते तदा नूतनधातवः निष्पन्नाः भवन्ति. नाम सामान्यतया यदा धातुः अनन्तरं प्रत्ययः आगच्छति तदा नूतनधातुः न निष्पद्यते. नाम यथा गम् योगः तिप् गच्छति, तत्र गच्छति धातुः नास्ति, नूतनधातुः नास्ति. परन्तु केचन प्रत्ययाः सन्ति ये धातुभ्यः विधीयन्ते यदा तदा नूतनधातवः निष्पन्नाः भवन्ति. तत् ते नूतनधातवः ये निष्पन्नाः भवन्ति तेषां नाम आतेदेशिकधातवः, अतिदेशिकधातवः. तत्र द्वादशप्रत्ययाः सन्ति. केचन उदाहरणमस्ति निच् एतादृशं प्रत्ययः अस्ति. यदा णिच् प्रत्ययः धातोः अनन्तरं विधीयते तदा नूतनधातुः निष्पद्यते. यदि चुर् योगः णिच् तत्र चोरी इति धातुः भवति नूतनधातुः. तर्हि चुर् इति औपदेशिकधातु, चोरी इति आतिदेशिकधातु. तथैव सन् प्रत्ययः अस्ति. सन् प्रत्ययः भवति यथा गम् धातुः अस्ति, तत्र सन् प्रत्ययः आगत्य जिगमिष इति रूपं भवति. तर्हि जिगमिष इति रूपं भवति, तत् जिगमिष इति आतिदेशिकधातुः अस्ति, गम् इति औपदेशिकधातुः. तर्हि अत्र द्वादशप्रत्ययाः सन्ति ये आगत्य नूतनधातूनां निर्माणं कुर्वन्ति. ते यत् पूर्वं धातुः अस्ति तत् औपदेशिकधातुः, यत् नूतनधातुः अस्ति ते आतिदेशिकधातुः, अतिदेशिकधातुः. अस्तु तर्हि एतादृशसु द्वादशप्रत्ययेषु एकः प्रत्ययः अस्ति यङ् प्रत्ययः. अत्र यङ् प्रत्ययः अपि योजयित्वा नूतन धातोः निर्माणं भवति. यङ् प्रत्ययः कदा आगच्छति? यङ् प्रत्ययः यदि किमपि कार्यं वारं वारं कर्तुम् इच्छति अथवा अधिकाधिकं भवति, तस्य अधिकाधिकम् अथवा वारं वारं तत्तत् स्वभावस्य निर्देशं कर्तुं यम् प्रत्ययस्य उपयोगः भवति. तत्र अधुना इदानीम् अग्रे पठामः. धन्यवादः महोदय. विजया महोदय पठतु. विजया महोदय अस्ति खलु? नास्ति महोदय, सा नास्ति इदानीं, न दृश्यते. अस्ति अस्ति. अस्तु तर्हि नास्ति. रघुपति महोदय अस्तु. एकवारं महोदय, येषु द्वादशसु सत्येषु यङ् सत्ययः अन्यतमः, वारं वारम् अथवा अधिकाधिकम् इत्यस्मिन् अर्थे भवति. यथा निच् अपि च सन्, निच् अपि च सन् अस्य यङ् सत्ययस्य धातूनां संयोजनेन नूतनधातुः निर्मितः भवति. तदा यङन्तधातुः इति वदामः. यङ् प्रत्ययस्य किञ्चन वैशिष्ट्यम् अस्ति यत् तस्य लोपः अपि भवितुम् अर्हति. लोपः इत्युक्ते लुक्. यत्र यङः लुक् भवति तत्र यङ् लुगन्तधातुः इत्युच्यते. यङन्तानां यङ् लुगन्तानाञ्च अर्थः समानः, परन्तु रूपं भिद्यते. अस्तु, द्वादशप्रत्ययेषु यङ् प्रत्ययः इति एकः प्रत्ययः अस्ति, अन्यतमप्रत्ययः अस्ति. यदा भवान् उक्तवान् वारं वारम् अथवा अधिकाधिकम् इत्यस्मिन् अर्थे यत् वयं प्रयोगं कर्तुं शक्नुमः, निर्देशम् अस्मिन् अर्थे धातोः अस्मिन् अर्थे क्रियापदस्य रूपं साधयामः, तत्र यङ् इति प्रत्ययस्य उपयोगः भवति. यथा निच् अपि च सन् अस्य यङ् प्रत्ययस्य धातूनां संयोजनेन नूतनधातुः भवति. यथा निच् पाठयति इति वयं दृष्टवन्तः. तत्र अथापि यथा यङ् प्रत्ययस्य योजनेन नूतनधातुः भवति, यत्र यङ् धातुः योजनेन नूतनधातुः भवति तस्य नाम अस्ति यङन्तधातुः अस्ति. परन्तु अत्र यङ् प्रत्ययस्य वैशिष्ट्यमस्ति तस्य लोपः अपि भवति. यत्र यङ् लुक् भवति, यङ् लुक् यत्र लुक् भवति अत्र यङ् लुगन्तधातुः इत्युच्यते. यङन्तानां यङ् लुगन्तानां च अर्थः समानः, परन्तु रूपं भिद्यते. किमस्ति महोदय अत्र? यङन्तानाम् अपि अस्ति, लङ् लुक् अपि अस्ति वा? वदामि. तर्हि मया उक्तं वारं वारम् अथवा अधिकाधिकं, तत्र वारं वारम् अथवा अधिकाधिकम् इति अर्थे अपि एकनिमिषः, वारं वारम् अथवा अधिकाधिकम् इति अर्थे यङ् प्रत्ययस्य प्रयोगः भवति. तत्र यदि कोऽपि वारं वारं पठति अथवा अधिकाधिकं पठति तत्र तस्मिन् अर्थे यङ् प्रत्ययस्य प्रयोगः वयं कर्तुं शक्नुमः. तर्हि यङ् प्रत्ययः यदा आगच्छति तदा अपि नूतनधातुः भवति. तत् नूतनधातुः आपिवेशिकधातुः अस्ति, तस्य नाम यगन्तधातुः, यङ् अन्तधातुः. तर्हि यगन्तधातुः इति भवति. तर्हि तस्य वैशिष्ट्यम् अस्ति यत् यङ् इति अस्ति तस्य लोपः अपि भवितुं शक्नोति. लोपः अथवा लुक् नाम यङ् तस्य अर्थे यङ् आगन्तुं शक्नोति, तदनन्तरं तस्य लोपः अपि भवितुं शक्नोति. नाम तत्र यङ् लुक् अपि भवितुं शक्नोति, अतः तत् यङ् लुगन्तधातुः इति भवति. नाम वारं वारम् अर्थे अथवा अधिकाधिकम् अर्थे अस्माकं समीपे टु आप्शन्स् सन्ति. तत्र एकम् आप्शन् अस्ति यङ् इति करणीयं, यङ्गन्तधातुः इति भवति. अथवा यङ्ग् लुक् अपि भवितुं शक्नोति. तत्र यङ्ग् लुगन्त इति भवति, तत्र यङ्ग् लुगन्त इति धातुः भवति. तत्र यङ्ग् लुगन्तः अपि वारं वारम् अर्थे, यङ्ग् अपि वारं वारम् अर्थे. तर्हि यङ्गन्तधातुः इति आत्वेशिकधातुः अस्ति, यङ्ग् लुगन्तधातुः अपि आत्वेशिकधातुः अस्ति, अर्थः समानः अस्ति वारं वारम् इति. परन्तु केवलं रूपं भिद्यते, अर्थं समानं. यङ्ग् अपि यङ्गन्त अपि अर्थं समानं, यङ्ग् लुगन्त अपि अर्थं समानं वारं वारं, परन्तु रूपं भिद्यते इति. कदा भवति यङ्ग् लुक्? कदा भवति महोदय तत्र? कदा न, यत्र यत्र यङ्ग् भवति तत्र तत्र यङ्ग् लुक् अपि भवितुं शक्नोति. भवितुं शक्नोति, सर्वदा न भवति इति वा? न न, भवति प्रायः सर्वत्र एव भवति. यत्र यत्र यङ्ग् भवति तत्र तत्र भवान् कृते आप्शन् अस्ति यङ्ग् करोतु अथवा यङ्ग् लुगन्त करोतु. लेलिकि इति अत्र उच्यते, किन्तु यङ्ग् लुक् इति अत्र लिखितमस्ति किल, परिवर्तनं तु यङ्ग् लुक् लेङ्ग् लुक् लेलिकि उदाहरणे लिक् धातुः यङ्ग् लुक् प्रक्रिया लेलिक् इति लिखितमस्ति किल, अत्र तु लेलिक् इति परिवर्तनं कृतम्. तर्हि यङ्ग् लुक् इति दत्तं किमर्थं महोदय? लुक् इत्युक्ते लोपः किल? मम अवगतं न. एकनिमिष एकनिमिष. तर्हि अहं यदा कोऽपि धातुः अस्ति, अतः यथा लेलिख् अस्ति, लिख् धातु अस्ति, लिख् धातु, तस्य यङ्ग् रूपम् अस्ति लेलिख्य, तस्य यङ्ग् लुगन्तरूपम् अस्ति लेलिख्. रूपद्वयमपि समीचीनम् अस्ति, तयोः अर्थः अस्ति वारं वारं लेखनं. तर्हि वारं वारं लिखति अस्य अर्थे लेलिख्यति अपि भवितुं शक्नोति, लेलिखति अपि भवितुं शक्नोति. लेलिख्यति यत्र य अस्ति तत् यङ्गन्तरूपम् अस्ति, लेलिखति यत्र अस्ति तत्र यङ्ग् रूपं भिद्यते, परन्तु अर्थं समानं. यथा पठ् धातुः तत्र यङ्गन्तधातुः भवति पापठ्य, तत्र पापठ्यति इति रूपं भवति, तस्य अर्थः अस्ति वारं वारं पठति. यदि यङ्ग् लुगन्त वयं कुर्मः तर्हि रूपं भवति पापट्टि, पापट्टि इति रूपं भवति, तस्य अपि अर्थः वारं वारं पठनं, परन्तु रूपं भिन्नम् अस्ति. किमपि कर्तुं समर्थः अस्ति, पापठ्यति करोतु, पापठ्यी करोतु. अतः तत्र रूपद्वयं भवति, अर्थं समानमस्ति. तर्हि एकं यङ्गन्त एकं यङ्ग् लुगन्त. अस्तु, अधुना सर्वे अवगच्छन्ति वा? आम् आम्. अस्तु, अग्रे पठतु. अत्र यङ्गन्तं रूपं न दत्तवान् किम्? अत्र रूपं किमपि न दत्तवान्, यतोहि तत्र किञ्चित् जटिलविषयः अस्ति खलु. अत्र आर्धातुकप्रकरणे आगच्छति, अतः रूपं किमपि न दत्तं, केवलं परिचयः दत्तमस्ति. अस्तु, यङ्ग् लुगन्त धातवः आमां सत्यं वदामि वा? न महोदय, रघुपतिमहोदय पठति एकवारं. अस्तु, यङ् लुगन्तधातवः आदादिकाः इत्युच्यन्ते, यतोहि तत्र शप्पः लुक् भवति अदादिगणवत्. अन्ये सर्वे आतिदेशिकधातवः यथा सन्नन्ताः, णिजन्ताः, यङन्ताः, तेषां सर्वेषां कृते शप् विकरणप्रत्ययः भवति. लिक् धातुः यङ्ग् लुकः प्रक्रिया एवमस्ति. लेलिक् इति आतिदेशिकधातुः, यङ्ग् लुगन्तधातुः लटि, लेलिक् योगति, लेलेक्ति. पृच् धातुः यङ्ग् लुकः प्रक्रिया एवमस्ति. पापृच्छ इति आतिदेशिकः, आदिदेशिका यङ् लुगन्तधातुः लटि पाप्रच्च पाप्रच् योगति पाप्रष्टि इति भवति बालकः लेलेक्ति इत्युक्ते एकनिमेषः तत् पठनान्तरं पृच्छतु रघुपतिमहोदय पठतु अस्तु बालकः लेलेक्ति इत्युक्ते बालकः वारं वारं लिखति अथवा अधिकाधिकं लिखति बालकः पाप्रष्टि इत्युक्ते बालकः वारं वारं पृच्छति अथवा अधिकाधिकं पृच्छति अत्र यङ्लुगन्तधातुः अस्ति आदादिकः किमर्थम् इति चेत् अदादिगणवत् अत्र तत्र आदादिगणे लुक् भवति विकरणप्रत्ययः अत्रापि विकरणप्रत्यय नास्ति अत्र विकरणप्रत्ययः अन्य सर्वे आतिदेशिकदातवः भुवादिगणवत् भवति अतः तत्र सर्वत्र शप् विकरणप्रत्यय शप्रसक्तिः भवति तत्र सर्वत्र भवति अतः वयं दृष्टवन्तः तत्र शप् प्रत्ययः भवति लिक् अत्र यङ्लुगन्तधातोः प्रक्रिया स्थूलपरिचयः दत्तमस्ति लिक् धातुः यङ्लुकः यत्र यङ्लुक्रूपमस्ति लेलिक् इति आतिदेशी धातुः अस्ति इदानीं लेलिक् योग ति योगः ति इति लटि लटिरूपमस्ति लेलेक्ति तथैव प्रच् धातुः अस्य पाप्रच्च इति आतिदेशिकधातुः भवति यङ्लुगन्तधातुः अस्ति लटि पाप्रष्टि इति भवति अत्र विकरणप्रत्ययः न आयाति अदादिगणवत् अतः आदादिकाः इति उच्यन्ते यङ्लुगन्तधातवः अस्य अर्थः अस्ति वारं वारम् इति बालकः लेलेक्ति इत्युक्ते बाल वारं वारं लिखति अथवा अधिकाधिकं पठति लिखति पृच्छति अधि प्राप्रष्टि इत्युक्ते वारं वारं पृच्छति अथवा अधिकाधिकं पृच्छति इति तर्हि अत्र यथा महोदयेन उक्तं प्रायः सर्वे आतिवेशिकधातवः भवादिगणीयवत् सन्ति नाम सनन्तधातु णिजन्तधातु यङ्गन्तधातु भवादिगणीयवत् अस्ति तस्य अग्रे ते शप्रत्ययः आगच्छति शप्रत्ययः इति आगच्छति तर्हि यथा वयं जानीमः खलु निजन्त अस्ति चुर्योगः णिज् चोरी धातु भवति तदनन्तरं चोरी योगः शप् योगः ति चोरयति इति रूपं भवति तथैव अन्ये आदिदेशिकधातवः ये सन्ति ते अपि भवादिगणीयवत् सन्ति तत्रापि शप् प्रत्ययः आगच्छति यङ्गन्त अपि आगच्छति परन्तु यङ् लुगन्त् यत् अस्ति तत्र अदादिगणवत् अस्ति तत्र विकरणप्रत्ययः लोपः भवति तत्र यथा अदादिगणे विकरणप्रत्ययस्य लुक् भवति तथैव यङ् लुगन्ते अदादि गण तत्र विकरणप्रत्ययस्य लुक् भवति शपः लुक् भवति अतः विकरणप्रत्ययः नास्ति तर्हि पठतु लिख धातु अस्ति लिख् धातु वयम् अधुना अस्माकं विवक्षा अस्ति वारं वारं लेखनम् इति अर्थे किं करणीयं तर्हि लिख् धातु अस्ति तत्र यङ् प्रत्ययः प्रथमं द्रक्ष्यामः यङ् लिख् योगः यङ् अधुना किम् अस्ति यङ् प्रकरणे अथवा यङ् लुक् प्रकरणे धातुषु द्वित्वं भवति यथा जुहोत्यादिगणे द्वित्वं भवति तथैव यङ् अथवा यङ् लुगन्तप्रकरणे धातु मध्ये द्वित्वं भवति अतः लिख् यत् अस्ति तस्य ले लिख् इति भवति ले लिख् तर्हि यदि यङ् लुगन्त अस्ति तर्हि ले लिख् इति आतिदेशिकधातुः भवति ले लिख् इदानीं ले लिख् योगः विकरणप्रत्ययः तु नास्ति अतः साक्षात् किङ् प्रत्ययः आगच्छति ले लिख् योगः ति इदानीं ले लिख् योगः ति मध्ये पुगन्तलघुपदस्य च इति सूत्रेण ले लेख् ति इति रूपं भवति ले लेख् ति परन्तु यदि यङ् कुर्मः तर्हि किं भवति लिख् तत्र द्वित्वं भवति ले लिख् योगः यङ् ले लिख् योगः यङ् यङ् मध्ये केवलं य इति अवशिष्यते नकारस्य हलन्त्यम् इति सूत्रेण लोपः भवति य तर्हि ले लिख् योगः य तत्रापि ले लेख् य ले लेख्य इति नूतन आतिदेशिकधातुः यङ्गन्तधातुः ले लेख्य तत्र इदानीं शप् प्रत्ययः आगच्छति ले लेख्य योगः शप् योगः ते तत्र ले लेख्यते इति रूपं भवति तर्हि तत् क्षम्यतां क्षम्यतां क्षम्यतां क्षम्यतां तत्र लेल्लिक् योगः यङ् भवति, तत्र यङ् मध्ये नित्वत् अस्ति अतः गुणकार्यं न भवति, लेलिख्य इति धातुः भवति, तदनन्तरं रूपं भवति लेलिख्य योगः शप् योगः ते लेलिख्यते। तर्हि लिख् धातुः वारं वारम् इति अर्थे लेलिख्यते इति अपि वयं कर्तुं शक्नुमः, लेलेक्ति इति अपि कर्तुं शक्नुमः। तर्हि बालकः लेलेक्ति, बालकः लेलिख्यते इति उभौ समीचीनम् अस्ति, उभयोः अर्थम् अस्ति पुनः पुनः अथवा वारं वारं लिखति। तर्हि बालः लेलेक्ति अथवा बालकः भवति किम्? आमाम् आत्मनेपदि भवति। तत्र यङ् मध्ये योगः क्षम्यतां लेलेकि योगेय सप्रत्यय लेलेक्या इति दीर्घं न भवति महोदय, न भवति, अतो गुणे अस्ति खलु। तत्र लेलिख्यति लेलिख्यते अथवा लेलेक्ति इति भवति। तर्हि तत्र एकस्मिन् पक्षे यङ् धातुः, एकस्मिन् पक्षे यङ् लुबन्ध धातुः, अर्थं समानम् अस्ति। यगन्धधातु मध्ये सप्रत्यय आगच्छति किल महोदय, अत्र तु या योगः या इति न भवति। भवती वदतु किमर्थम्? एक सूत्रमस्ति किल अपदान्ते, लेलिख्य अपदान्तम् अस्ति अतः ह्रस्व अकारात् गुणवर्णः आगच्छति चेत् क्षम्यतां महोदय। अस्तु तर्हि तत्र एतादृशं परिचयः भवति। तर्हि यङ् लुगन्त किम् अत्र अधिकं मा चिन्तयतु, अत्र केवलं परिचय दत्तमस्ति। तत्र अनन्तरे बहुकालानन्तरं यदि यदा वयम् आर्धातुकप्रकरणं पठिष्यामः तत्र वयं पृच्छामः तत्र किं भवति, तत्र द्वित्वं कथा भवति, तत्र रूपं कथा भवति इति सर्वम् अनन्तरं पृच्छामः द्रक्ष्यामः। परन्तु अत्र केवलं चिन्तयतु यत् एक यङ्गन्धधातुः अस्ति, एक यङ् लुगन्धधातुः अस्ति। यङ्गन्त अस्ति चेत् तत्र भवादिगणीयवत् अस्ति, शप्रत्ययः आगच्छति। यङ् लुगन्त अस्ति चेत् अदादिगणवत् अस्ति, विकरणप्रत्ययः नास्ति। तर्हि अर्थसमानम् अस्ति। लिख् धातुः एक्साम्पल् अस्ति, लेलिख्ति इति लेलेख्ति इति अस्ति यङ् लुगन्त, लेलिख्यते इति अस्ति यगन्त। अस्तु तर्हि इदानीं प्रश्नः अस्ति किमर्थं वयं सर्वम् इतः पठामः। तत्र अस्ति ष्टि प्रत्ययस्य एकं प्रयोजनम् अस्ति, यथा यङ् लुङ्गि अथवा यङ् मध्ये यदा ष्टि प्रत्ययः अस्ति तस्य किमपि नूतनप्रयोजनम् अस्ति, तस्य एव कारणेन अत्र यङ् इति प्रत्ययस्य परिचयः दत्तम् अस्ति, नो चेत् तस्य अत्र भवादिगणे तस्य किमपि आवश्यकता नास्ति। अस्तु इदानीं पठामः अग्रे। विजया महोदय इदानीं पठति वा महोदय? महोदय यङ्ग्लुक् धातु अस्ति इति कथं सरलरीत्या जानामि महोदय? अत्र अत्र तत्र अस्ति यत्र यत्र द्वादशप्रत्ययः सन्ति ते यदा आगच्छन्ति तत्र नूतनधातुः एव निष्पद्यते। तत्र यङ् अपि तस्मिन् तेषु एव भवति, तत्र द्वादशप्रत्ययेषु एव भवति यङ्, तत्र यङ् अथवा यङ् लुङ् यथा आगच्छति तत्र नूतनधातुः एव भवति इति अस्ति महोदय। अस्तु महोदय, अस्तु विजया महोदय पठतु। यङ्गि अनन्तरं यङ् इति एतत् विषये किञ्चित् वक्तुम् इच्छामि जि। हा वदतु। भो भूयेते यदि यङ्गि इति आगच्छति, भो भूयेते तत्र द्विवारं बकारः आगच्छति, अनन्तरं यङ् लुकि इति अपि तत्र भो भोति इति आगच्छति, तत्र अपि द्विवारं बकारः आगच्छति, एतत् प्रक्रिया सन्नन्दप्रक्रिया एव. सन्नन्दप्रक्रिया तु तत्र भूयते भूभूषति इति एतत् आगच्छति. एतत् सन्नन्दप्रक्रिया एव यङ्गी अनन्तरं यङ्गलुके इति रूपेण आगच्छति. परन्तु तत्र अर्थः समानमेव. आम् अर्थं सन्नन्त अर्थं भिन्नम् अस्ति, यङ्गन्त अर्थं भिन्नम् अस्ति. सन्नन्त अर्थं भिन्नं परन्तु प्रक्रिया समानमेव. न महोदय, सर्वदा सर्वरूपेण समानं नास्ति, तत्रापि किञ्चित् किञ्चित् भिन्न भिन्नता अस्ति. अत्र पश्यतु भो भूयते अस्ति खलु, भो भवति भिन्नमस्ति. परन्तु केवलं चिन्तयतु, केवलं चिन्तयतु, उभयत्र सनन्त अथवा यगन्त उभयत्र द्वित्वं भवति इति चिन्तयतु. परन्तु कार्यं भिन्नं द्वित्वमेव. एतत् विषयम् अहं न वदामि, तत्र बृहत्तातुकुसुमकारकमध्ये एतत् विषयं तत्र दत्तवन्तः. अहं जस्ट् अहं पठामि एव एतत् विषये. किञ्चित् मम प्रयोगं किञ्चित् तत्र एतत् सर्वं दत्तवन्तः एव. अहं पठामि. सम्यक् पठतु, अग्रे पठतु. स्थिपः यङ्लुकि उदाहरणं सम्प्रसारणं. सम्प्रसारणं नामकम् एकं कार्यं भवति व्याकरणे. अनेन यनः स्थाने इकः आदेशः भवति. द्विवादिगणे सम्प्रसारणस्य परिचयः भविष्यति. अग्रे च न केवलं द्विवादिगणे अपि तु द्रक्ष्यामः यत् बहुत्र सम्प्रसारणं भवति. यङ्लुकि अपि सम्प्रसारणस्य अवसरः. अत्र सम्प्रसारणेन किं किं भवति इति न एव लक्ष्यम् अस्माकं, तस्य च पाठः अग्रे भविष्यति. अत्र स्थिपा यङ्लुकि विहितं कार्यं न भवति इति प्रदर्शनार्थं सम्प्रसारणस्य उदाहरणं दीयते तावदेव. तत्र सम्प्रसारणविषये किञ्चित् दत्तवन्तः. यनः स्थाने इकः आदेशः. तत्र यनः इत्युक्ते तत्र ई ऊरु एतत् अस्ति, परन्तु एतत् विपरीतरूपेण तत्र इकः आदेशः भवति सम्प्रसारणविषये. अनन्तरं यङ्लुकि अपि सम्प्रसारणस्य अवसरः एव तत्र. एकवारम् अग्रे तर्हि एकवारम् अहं वदामि. सम्प्रसारणम् इति किम् अस्ति, यत्र अस्माभिः पूर्वमपि किञ्चित् पठितं, तथा इको यणचि इति सूत्रमस्ति खलु, सन्धिसूत्रं. तत्र इक् स्थाने यण् भवति. सम्प्रसारणे विपरीतकार्यं भवति, यण् स्थाने इक् भवति. तर्हि कुत्र कुत्र किं भवति तत्र अग्रे पठामः. सम्प्रसारणविषये अग्रे पठामः. इदानीं भवादिगणे तस्य विशेषमहत्त्वं नास्ति, परन्तु सम्प्रसारणम् इति अस्ति एकं कार्यं व्याकरणे. तत्र किं भवति, इकार यण् प्रत्ययस्य स्थाने इक् आदेशः भवति. यण् प्रत्ययस्य स्थाने इक् आदेशः भवति, नाम यकारस्य स्थाने इकारः, वकारस्य स्थाने उकारः, रेफस्य स्थाने ऋकारः इति भवति. तर्हि कुत्रचित् कुत्रचित् सम्प्रसारणं कार्यं भवति. इदानीं अग्रे पठामः बृहत् रूपे, परन्तु अत्र किञ्चित् रूपेण वयं पठामः यत् स्तिप्रत्ययः यदा आगच्छति तत्र यङ्लुकि तत्र सम्प्रसारणं किं भवति इति तस्मिन् विषये किञ्चित् पठामः. अन्यथा तस्य भ्वादिगणे तस्य महत्त्वं नास्ति. तर्हि अहं वदामि यत् एतादृशं सर्वं यत् वयम् अधुना पठामः तत् भ्वादिगणस्य मुख्यविषये तस्य महत्त्वं नास्ति, किञ्चित् टेञ्जेण्ट् इव अस्ति. अतः यदि कोऽपि सर्वत्र सर्वं न अवगन्तुं शक्नोति तर्हि चिन्ता मा करोतु. अग्रे यदा सम्प्रसारणम् आगच्छति तत्र वयं पुनः तस्य चर्चां करिष्यामः. यङ्लुक् अपि यदि यङ्लुक् अपि यदि वयं यदि कोऽपि न अवगच्छति तर्हि चिन्ता मा करोतु. यङ्लुक् प्रकरणम् अपि अनन्तरम् आगच्छति. तत्र अत्र भवादिगणस्य मुख्यविषयः अस्ति. तत्र अस्य सर्व तत्र इदं सर्वं टेञ्जेण्ट् एव अस्ति. अतः न अवगच्छति चेत् अधिकचिन्तां मा करोतु. अस्तु, महोदय भवती पठतु अधुना गृही वदतु अस्तु इदानीं वयं तु दट् इक् ष्टिप् प्रत्ययस्य विषये वयं पठितवन्तः गतसप्ताहे तत्र अति सति तस्मिन् विषये इक् स्टिप् ष्टिप् इति किम् इति पठितवन्तः इदानीं तु यङ्ग् एण्ड् यङ्ग् लुक् तत्र वाट् कनेक्षन् टु इक् ष्टिप् figure out right now. So, अत्र किञ्चित् किञ्चित् प्रतीक्षां करोतु तत्र अग्रे वयं तत्परपक्ष द्रक्ष्यामः यत् तस्य किं सम्बन्धः अस्ति. अस्तु अस्तु अस्तु धन्यवादः पठतु अधुना अग्रहि या वै यदि वस्ति दिशति विष्टति पृच्छति भृजातीनां नीति च इति सम्प्रसारण विधायकं सूत्रम् अनेन इति निति निति प्रत्ययपरे सम्प्रसारणं भवति अस्मिन् सूत्रे ग्रही ज्या वै यदि इति चत्वारः धातवः इक् इक् प्रत्ययेन उक्ताः वष्टि विच्छति दृश्यति पृच्छति दृज्यति इत्येते पञ्चधातवः च तिप् प्रत्ययेन उक्ताः आहत्य नवधातवः येषां च सर्वेषां नवानां धातूनां सम्प्रसारणं विधीयते यत्र तित् इत् प्रत्ययः परः भवति चेत् किन्तु ये पञ्चधातवः तिप् प्रत्ययेन उक्ताः इति निति प्रत्ययपरे सत्ये सत्यपि यङ्लुकि तेषां सम्प्रसारणं न भवति यः चत्वारः धातवः उक्ता इक् प्रत्ययेन तेषां किति निति प्रत्ययपरे यङ्लुकि यथा सामान्यं सम्प्रसारणं भवति तत्र किम् अस्ति चेत् दृष्टान्ते गृहधातुः सम्प्रसारणविधायकसूत्रे इक् प्रत्ययेन उक्तः गृहि अतः यङ्लुकि सम्प्रसारणं भवति यङ्लुक् प्रक्रियायां गृह् धातोः यङ् लुगन्तधातुः जाग्रह् लट् लकारस्य प्रथमपुरुषस्य द्विवचने जाग्रह् योगः तस् इत्युक्ते तस् अपित्वात् द्वित्वत् अतः सम्प्रसारणस्य प्रसक्तिः जाग्रड् जाग्रडः इति रूपं किन्तु प्रच् धातुः सम्प्रसारणविधायकसूत्रे टिप् प्रत्ययेन उक्तः अतः यङ्लुकि इति प्रत्ययपरे अपि सम्प्रसारणं न भवति प्रच् धातोः यङ् लुगन्तधातुः पा प्रच् लक् लकारस्य प्रथमपुरुषस्य द्विवचने पा प्रच् योगः तस् इत्युक्ते तस् अपित्वात् सम्प्रसारणं स्यात् किन्तु न भवति सा प्रष्टः इति भवानेव वदतु इति अस्तु तर्हि अस्तु तर्हि अत्र किम् अस्ति मूलम् इति अस्ति यत्र स्टिप् इक् प्रत्ययः अस्ति तस्य अर्थः धातुनिर्देशः स्टिप् प्रत्ययः यत् अस्ति तस्य अपि अर्थः धातुनिर्देशः परन्तु स्टिप् प्रत्ययस्य एकम् अन्य अर्थम् अपि अस्ति यत् तस्य अर्थः यङ् लुकि इति प्रसङ्गे वयं द्रष्टुं शक्नुमः यङ् लुकि प्रसङ्गे यङ् लुकि न यङ् न यङ् न केवलं यङ् लुकि यङ् लुकि प्रसङ्गे स्टिप् धातोः अर्थम् इतोपि अन्यम् अस्ति यत् तत्र विहितं कार्यं न भवति यङ् लुक् मध्ये यत्किमपि कार्यं कुत्र कुत्र यत्किमपि कार्यं भवति तत् यङ् स्टिप् प्रत्ययः अस्ति चेत् तत्र कार्यं न भवति तर्हि इदानीं तत्र अत्र सम्प्रसारणस्य इति एकं कार्यस्य उदाहरणम् अत्र महोदयेन गृहीतम् अस्ति तर्हि सम्प्रसारणम् एकं कार्यम् अस्ति सम्प्रसारणमिति किम् अस्ति अत्र सूत्रमस्ति अत्र ग्रहीज्या गयि व्यधि वष्टि विचति वृच्छति पृच्छति भृजति नाम निति च इति एकं सूत्रम् अस्ति. तत् सूत्रं किं वदति यत् ग्रह ज्या वय वध वश् विच् वृच् प्रच् भृज् इति सूत्र इति यदि धातुः अस्ति तस्य अनन्तरे यदि कित् अथवा णित् प्रत्ययः अस्ति तर्हि सम्प्रसारणं भवति. सम्प्रसारणम् इत्युक्ते किं तत्र यक् प्रत्याहार यण् प्रत्याहारवर्णस्य स्थाने इक् प्रत्याहारस्य इक् प्रत्याहारवर्ण आगच्छति. तर्हि पश्यतु अस्मिन् सूत्रे ग्रहि ज्या वै व्यधि इति सर्वत्र इक् इगन्त अस्ति खलु तत्र इक् प्र इक् इक् इक् प्रत्ययः अस्ति. तर्हि ग्रहि इति ग्रहयोगः इक् वै इति वययोगः इक् व्यधि इति व्यध्योगः इक् तर्हि इक् प्रत्ययेन धातुनिर्देशः अत्र कृतम् अस्ति. परन्तु विचति वृच्छति पृच्छति भृजति इति पदेषु स्टिप् प्रत्ययेन धातुनिर्देशः कृतमस्ति. तर्हि अत्र लिखितमस्ति खलु अस्मिन् सूत्रे गहि जा वै वधि इति चत्वारः धातवः इक् प्रत्ययेन उक्ताः. वृष्टि विचति वृच्छति पृच्छति भृजति इति पञ्चधातवः स्टिप् प्रत्ययेन उक्ताः. तर्हि अत्र किम् अस्ति येषां नवानां धातूनां सम्प्रसारणं विधीयते यत्र कित् नित् प्रत्ययः परे भवति. तर्हि पश्यतु धातु अस्ति किमस्ति एकनिमिष तत्र ग्रह अस्ति महोदय किन्तु धातुरूपेण तर्हि उदाहरणमस्ति ग्रहधातु अस्ति अत्र ग्र ह अस्ति परन्तु यदा तत्र कित् प्रत्ययः आगच्छति यतोहि क्त प्रत्ययः आगच्छति क्त प्रत्ययः तर्हि गृहीतः भवति रेफस्य स्थाने ऋकारः भवति खलु. तर्हि तत्र सम्प्रसारणस्य उदाहरणमस्ति गृहीतः तथैव इदानीम् अन्य उदाहरणमस्ति वश् धातु तत्र उचितवान् भवति महोदय. सत्यं बहु समीचीनं तत्र वश् धातु अस्ति तत्र उषितवान् इति भवति तत्र वकारस्य स्थाने उकारः भवति तदपि सम्प्रसारणस्य उदाहरणं. तर्हि अत्र बहुत्र सम्प्रसारणस्य उदाहरणानि भवन्ति. तर्हि अत्र किं लिखितम् अस्ति यत् कित्नित् प्रत्ययः परे अस्ति चेत् सम्प्रसारणं भवति एषु नवसु धातुषु. परन्तु ये पञ्चधातवः ष्टिप् प्रत्ययेन उक्ताः नाम विचति वृच्छति पृच्छति भृजति इति पञ्च वष्टि वृच्छति वृच्छति पृच्छति भृजति इति पञ्चधातवः उक्ताः खलु ष्टिप् प्रत्ययेन तत्र यङ्ग् लुक् प्रसङ्गे केवलं यङ्ग् लुक् प्रसङ्गे कित् नित् प्रत्यय परे अस्ति चेदपि सम्प्रसारणं न भवति. सामान्यतया वच् वष्टि विचति वृच्छति पृच्छति भृजति इति धातुषु कित् नित् प्रत्यय परे अस्ति चेत् सम्प्रसारणं भवति परन्तु यङ्ग् लुक् प्रसङ्गे सम्प्रसारणं न भवति. परन्तु ये ग्रहीजा वै व्यधि धातवः सन्ति यत्र इक् प्रत्यय अस्ति इक् न तु ष्टिप् तत्र यङ्ग् लुकि अपि सम्प्रसारणं भवति. तर्हि आहत्य अत्र प्रश्नः उदेति खलु अत्र ग्रहीजा वै व्यधि वष्टि वधि अत्र तु पाणिनिना इक् प्रत्ययस्य उपयोगः कृतः परन्तु वष्टि विचति वृच्छति पृच्छति भृजति अत्र ष्टिप् प्रत्ययस्य प्रयोगं कृतं. किमर्थम् एतादृशः भेदः? तर्हि एतादृशभेदस्य कार्यं केवलम् अस्ति यत् यत्र इक् प्रत्ययः अस्ति ग्रहि जा व्ययि व्यधि वष्टि तत्र तु सर्वत्र कित् प्रत्ययः परे अस्ति चेत् सम्प्रसारणं भवति यङ् लुक् प्रसङ्गे अपि अन्यत्र अपि. परन्तु वृष्टि विच्छति वृच्छति पृच्छति भृजति नाम इति अत्र यदा कित् प्रत्ययः परे अस्ति तत्र तु सम्प्रसारणं भवति परन्तु यङ् लुक् प्रसङ्गे सम्प्रसारणं न भवति. तर्हि आहत्य यङ् लुक् प्रसङ्गे सूत्रे यदि धातुनिर्देशे ष्टिप् प्रत्ययस्य प्रयोगः कृतः अस्ति तत्र यङ् लुक् प्रसङ्गे कित् नित् प्रत्ययः परे अस्ति चेदपि सम्प्रसारणं न भवति इति ष्टिप् प्रत्ययस्य अन्यप्रयोजनं नाम स्टिप् इक् प्रत्ययस्य तु एक एव प्रयोजनम् अस्ति धातु अलङ्कारः धातुनिर्देश अस्तु तत्र ज़ूम् किमस्ति न महोदय, तत्र फ्री सेशन् नास्ति खलु, अत्र अत्र ज़ूम् वास् पेड् रैट्, सो वि वर् यूसिङ्ग् इट् जस्ट् फार् द फ्यू डेस् वेन् एफ् सि सि वास् अनवेलेबल्. Yeah, they are free for 40 minutes. But, right now, no working. Right now, it is happening, so it's fine. Astu. Tari graha dhatu asti, tatra samprasaranat vidhayaka sutra met asti, grahi jya vai vyadhi vashti. Tatra graha dhatu madhye, ik iti pratyaya asti kalu, ik pratyaya. Tatra grahi. Ataha ik pratyaya asti, ataha tatra samprasaranam yang luki api bhavati. सर्वत्र सम्प्रसारणं भवति, यत्र कित्वित् प्रत्ययः अस्ति परे यङ् लुकि अपि भवति. तर्हि यङ् लुकि प्रक्रियायां ग्रहधातोः यङ् लुगन्तधातुः अस्ति जाग्रह. इदानीं प्रथमपुरुषद्विवचने जाग्रहयोगः तस्, अधुना पश्यतु तस् इति प्रत्ययः अस्ति, तिङन्तप्रत्ययः अस्ति खलु, तिङ्प्रत्ययः अस्ति, तिङ्प्रत्ययः अस्ति, षित् नास्ति, षित् नास्ति, अतः सार्वधातुकम् अपित् इति सूत्रेण नित्वत् भवति, नित्वत् भवति, अतः तत्र सम्प्रसारणस्य प्रसङ्गः भवति. तर्हि अत्र सम्प्रसारण भवति, तस् अपित्वात् नित्वत्, अतः सम्प्रसारणस्य प्रसक्तिः जागृढः इति रूपं. पश्यतु अत्र धातुमध्ये गर् अस्ति, परन्तु रूपे गर् ऋकारः अस्ति, अत्र रेफस्य स्थाने ऋकारः भवति, अतः तत् सम्प्रसारणम् इति अस्ति. परन्तु यत् पृच् धातुः अस्ति, तस्य सम्प्रसारणकविधायकसूत्रे तत् स्तिप् प्रत्ययेन उक्तमस्ति खलु, प्रच् योगः स्तिप्, तत्र पृच्छति इति स्तिप् प्रत्ययरूपम् अस्ति, अतः स्तिप् प्रत्ययेन उक्तमस्ति, अतः यङ् लुक् प्रसङ्गे यदि नित् अपि प्रत्ययः परे अस्ति चेत्, कित्तित् प्रत्ययः परे अस्ति चेदपि सम्प्रसारणं न भवति. अतः पृच् धातु, तत्र लङ् लुगन्तधातुः अस्ति पापृच्, तत्र लट् लकारस्य द्विवचनरूपं पाकृच् योगः तस्, अत्र तस् सार्वधातुकम् अपित् इति सूत्रेण तस् नित्वत् अस्ति, नित्वत् अस्ति, अतः सम्प्रसारणस्य प्रसक्तिः भवितुं शक्नोति. परन्तु सम्प्रसारणस्य प्रसक्तिः भवितुं शक्नोति चेदपि सम्प्रसारणं न भवति, यतोहि अत्र पृच् धत् अस्ति, तत्र ष्टिप्रत्ययेन सम्प्रसारणं भवति, जागृढः इति रूपं, रेफस्य स्थाने ऋकारः भवति. परन्तु पृच् धातु मध्ये स्टिप् इति प्रत्ययेन रूपं निर्दिष्टमस्ति, अतः यङ् यदा कस्मिन्नपि सूत्रे धातौ स्टिप् प्रत्ययेन निर्दिष्टम् अस्ति, तर्हि यङ् लुक् प्रसङ्गे यदि किमपि कार्यं भवितुं शक्नोति, तत् कार्यं न भवति इति इति एव अस्ति. अधुना किमपि तस्य अन्य किमपि प्रयोजनं नास्ति. तर्हि इदानीं पश्यतु भ्वादिगणे अस्य अदर्वैस् for currently we do not need to, it is a tangent, so again if someone is finding it difficult to understand it at the moment, it's okay, it's not crucial to the main chapter, but it was just for the sake of completing it. Avadya astu prashna asti prachati prachati iti stip athava stip idi kadam janati एकनिमेषः, अत्र प्रायः अग्रे लिखितमस्ति, अत्र पृष्टवान् इति तत्र भवति खलु महोदय, सम्प्रसारणं भवति पृष्टवान्, न न प्रश्नः समीचीनमस्ति, परन्तु अहं प्रश्नम् अवगच्छति किमर्थं पृच्छति अस्ति, तत्र किमर्थं रेफस्य स्थाने ऋकारः अस्ति खलु, किमर्थं न अहं पश्यामि किमर्थम् अस्ति. अस्तु भिन्नप्रश्न अस्ति, तत्र ग्रहधातु ज्या किं महोदय, तत्र तत्र प्रायः किमपि सन्धिकार्यम् अस्ति इति अहं चिन्तयामि महोदय, पृच्छति तत्र स्टिप् अस्ति खलु, तत्र पक् स्टिप् अस्ति, अतः गुणः भवति खलु, अर् भवति खलु पृच्छति किं पृच्छति इति पृच्छति इति गुणः भवति खलु पृच् धातुः पृच्छति सम्यक् आं सम्यक् तदेव तत्र उपधा उपधायां नास्ति अन्ते अपि नास्ति तर्हि अहं पश्यामि महोदय तत्र जी जी भिन्नधातुः अस्ति तत्र इदानीं नास्ति तत्र महत्त्वं नास्ति परन्तु भवत्या प्रथमप्रश्नः यदस्ति अहं चिन्तयामि तत्र किमर्थं भवति धन्यवादः महोदय इदानीं तु ज्या अपि तत्र अपि इक् योजितम् अस्ति किम् आं ज्या मध्ये इक् अस्ति महोदय एकविनति विना स्टिप् विना इक् धातवः वदतु नो चेत् लौकिकरूप लट् लकारे कथं भवति इति वदतु गृह जानामि गृह्णाति भवति अत्र गृह धातु अस्ति वै मध्ये वय अस्ति इति अहं व्यध् गृह वय व्यध् वष्टि मध्ये वष् धातु अस्ति विचति मध्ये अस्ति खलु वसति वस् वस् किमर्थम् वस् योगः वस् वस्ति वश् वश् वसति किमर्थमस्ति तत्र शकारस्य सकार न भवति किं न न न सकारस्य न धातु वश् एव अस्ति अहम् इति चिन्तयामि वश् अस्तु विच् अस्तु अनन्तरम् अनन्तरम् अत्र अस्ति वृच् नास्ति अस्तु प्रच् अनन्तरं भ्रज् अस्तु किन्तु वयं जानीमः वयं तु पश्यामः लौकिकरूपेण वद् धातु तत्रापि सम्प्रसारणं भवति वच् धातु तत्रापि सम्प्रसारणं भवति वस् धातु तत्रापि सम्प्रसारणं भवति गृह तत्र पृच् बहवः स्थाने सम्प्रसारणं भवति अत्र सर्वे सम्प्रसारणस्य कृते इतोपि अन्य अपि सूत्राणि सन्ति ओ अस्तु अस्तु अस्तु केवलम् उदाहरणमस्ति एकं एकस्य सूत्रस्य उदाहरणम् अस्ति अन्य अपि सूत्राणि सन्ति सम्प्रसारणस्य कृते अस्तु तत्र अत्र द्वादिगणे सम्प्रसारणस्य विषयस्य प्रसक्तिः नास्ति अतः अधिकम् अस्माभिः अत्र चिन्तनस्य आवश्यकता नास्ति द्विवादिगणे सम्प्रसारणस्य परिचय द्विवादिगणे द्विवादिगणे नास्ति किम् द्वादिगणे सम्प्रसारणस्य नास्ति यतोहि कीतनित् प्रत्ययः परे नास्ति चेत् खलु शप् अस्ति खलु आम् सत्यं किन्तु कृदन्तप्रत्यये आगच्छति चेत् तत्र भवति कृदन्त भवति परन्तु अत्र अत्र अस्माकम् इदानीं द्वादिगणे पाठे सम्प्रसारणस्य इत्युक्ते लट्लकारे लोट्लकारे लोट्लकारे नास्ति परन्तु अहं भवत्याः तत् पृच्छति यत् प्रश्नः अस्ति तत् अहं चिन्तयामि वदामि अस्तु धन्यवादः अस्तु अग्रे गच्छामः तर्हि को अस्ति इदानीं कोऽपि मलरमहोदय अस्ति खलु आम् महोदय पाग्राद्मा इत्यादीनां धात्वादेशप्रक्रिया पायोगः शप् पिब योगः अ अतो गुणे पिब पिबयोगः तिप् पिबति अत्र पायोगः शप् पास्थाने पिब् इति आगच्छति तदनन्तरं शप् शप्स्थाने पकारस्य लोपः भवति शकारस्य अपि लोपः भवति आ एव तिष्ठति तदनन्तरम् अतो गुणे इति सूत्रेण पररूप एकादेशः भवति, अतः पिब इति एव भवति, पिबयोगः इति पिबति इति रूपं भवति. महोदय अत्र अतो गुणे किमर्थं भवति पिबयोगः? अत्र अकारः परे अस्ति, अत अपदान्ते अत अकारः अस्ति, परे गुणः अस्ति, अतः पररूप एक आदेशः भवति, पिब एव भवति. सम्यक्. अकारस्थाने अकार एव भवति. पायोगः शप् अस्ति, तत्र पिब योगः अ भवति. इदानीं पिब यत् अस्ति तत् अपदान्त अस्ति. अपदान्त अस्ति, अतः अत्र दीर्घं न भवति. मीना महोदय, पिबा न भवति, यतोहि अत्र अपदान्त अस्ति खलु. अपदान्त अस्ति, अतः अतो गुणे सूत्रस्य अपवादेन कार्यं भवति, यथा अस्माभिः पूर्वं पठितम्. तर्हि पिबयोगः अ इति पिब अपदान्त अस्ति, तस्य अन्ते ह्रस्व अकारः अस्ति, तस्य अनन्तरं गुणवर्णः अस्ति, अतः अतो गुणे इति सूत्रेण पररूप एक पूर्वपरयोः स्थाने एकपररूपम् एव भवति, पिब इति भवति. पिब, तर्हि पिब इति भवति, अतः पिबति इति भवति, पिबति. न तु पिबाति इति किमपि. अस्तु, तर्हि अग्रे अग्रे पठतु. आम् महोदय. ग्रा योगः शप्, जिग्र योगः आ, अतो गुणे जिग्र, जिग्रयोगः तिप्, जिग्रति. अत्रापि ग्रा स्थाने जिग्र आगच्छति, तदनन्तरम् अतो गुणे इति सूत्रेण जिग्र, जिग्रयोगः तिप्, जिग्रति इति रूपं. तदेव द्मायोगः शप्, दाम योगः आ, अतो गुणे दाम, दामयोगः तिप्, दमति. स्थायोगः शप्, स्थास्थाने तिष्ट आगच्छति, तिष्ठयोगः अ, अतो गुणे इति सूत्रेण तिष्ठ, तिष्ठयोगः तिप्, तिष्ठति. म्नायोगः शप्, मन, मनयोगः अ, अतो गुणे सूत्रेण मन, मनयोगः तिप्, मनति. दान् योगः शप्, दान् स्थाने यच्च, यच्च आगच्छति, यच्चयोगः आ, अतो गुणे इति सूत्रेण यच्च, यच्चयोगः तिप्, यच्छति. हृष् योगः शप्, पश्य योगः आ, अतो गुणे इति सूत्रेण पश्य, पश्य योगः तिप्, पश्यति. कृ योगः शप्, कृच्छ, कृच्छयोगः अ, अतो गुणे कृच्छ, कृच्छयोगः तिप्, कृच्छति. श्रूयोगः शप्, श्रूस्थाने दौ आगच्छति, दौ योगः अ, दाव. अत्र यचो वायः इति सूत्रेण दाव आगच्छति, दावयोगः तिप्, दावति. षड् योगः शप्, शीय योगः अ, अतो गुणे इति सूत्रेण शीय, शीययोगः ते, शीयते आत्मनेपदे महोदय, शीयते इति भवति. तदनन्तरं सद् योगः शप्, सीद, सीदयोगः अ, अतो गुणे सीद, सीदयोगः तिप्, सीदति. तर्हि किमस्ति, तर्हि पाघ्राध्मा इति सूत्रेण धात्वादेशः भवति, धात्वादेशः तदनन्तरं अतो गुणे इति सूत्रेण तत्र दीर्घं न भवति, दीर्घं न भवति, एवं पररूपं भवति, इदानीं रूपं भवति, किमपि कार्यं नास्ति, किमपि कार्यं नास्ति. अस्तु, तर्हि देयं यत् सृधातोः स्थाने दौ आदेशः भवति, यत् तदा यदा टु रन् इत्यर्थे अस्ति न तु टु गो टु फ्लो इत्यर्थे अतः वादिगणे सुधातोः लटि एकस्मिन् अर्थे धावति अपरस्मिन् अर्थे स्मरति अत्र श्रुधातु किमस्ति महोदय तत् तर्हि अत्र किमस्ति अत्र सूत्रमस्ति खलु पाग्राध्मा इति तत्र लिखितमस्ति यत् श्रीस्थाने धौ भवति तर्हि तत् सर्वदा धौ न भवति यथा टु रन् इति अर्थे अस्ति यदा श्रीधातु टु रन् इति अर्थे तस्य प्रयोगं कुर्मः तत्र एव धौ आदेशः भवति परन्तु टु गो अथवा टु फ्लो इति अर्थे कुर्मः चेत् तत्र धौ आदेशः न भवति केवलं सृ इति तिष्ठति अतः सृधातु टु रन् इति अर्थे धावति भवति परन्तु टु गो टु फ्लो इति अर्थे सरति भवति तर्हि सर्वदा श्रीस्थाने धौ न भवति टु रन् इति अर्थे धौ धावति टु गो टु फ्लो इति अर्थे श्री एव तिष्ठति सरति अवगच्छति वा महोदय द्वादिगणे एव अस्ति महोदय टु गो टु रन् किन्तु धावति अस्ति आम् धावति सो धावपि टु रन् अस्ति सृ अपि टु रन् भवितुं शक्नोति आम् अस्तु परन्तु उभयत्र रूपं धावति रूपं धावति सत्यं सत्यं धावति पश्यावति पश्यामः चेत् वक्तुं शक्नुमः किमपि अस्तु चेत् धावति एव भवति आम् अस्तु तदनन्तरं तर्हि इदानीं तर्हि अत्र अहं पठामि इदानीं तर्हि अत्र अग्रे लिखितम् अस्ति पश्यतु दाण् दाने अनेन सूत्रेण क्षितिपरे यच् आदेशः अतः यथा लटि यच्छति दानार्थे भवति माता बालकाय भोजनं प्रयच्छति इति तर्हि दाण् नाम दानार्थे टु गिव् इति अर्थे अत्र पश्यतु दाण् अस्ति खलु दाने तर्हि दा धातुः अस्ति तस्य अर्थः अस्ति दाने तत्र क्षितिपरे यच् आगच्छति नाम यदि भवती भवादिगणीय कर्तुम् इच्छति अथवा यत् यत्र कुत्रापि यदि भवती षित् भवान् षित् आगन्तुम् आनेतुम् इच्छति तत्र यच् आदेशः भवति यदि षित् नास्ति चेत् दा एव तिष्ठति तर्हि दाण् दाने दा धातुः यत्र अस्ति तर्हि भवादिगणे यदि वयम् इच्छामः भवादिगणे अहं कर्तुम् इच्छामि तर्हि षित् अस्ति शप् अतः तत्र दा इति न तिष्ठति तत्र यच् इति आगच्छति यच्छति परन्तु यत्र षित् नास्ति यथा जुहोत्यादिगणे षित् नास्ति तत्र यच् न आगच्छति तत्र ददाति इति एव भवति तर्हि ददाति अपि समीचीनमस्ति यच्छति अपि समीचीनमस्ति किमपि करोतु परन्तु यत्किमपि करोति चेत् तत्र यदि षित् आगच्छति तत्र दा स्थाने यच् भवति षित् नास्ति चेत् दा एव तिष्ठति लृट् लकारे अपि दास्यति अस्ति यतोहि तत्र षित् नास्ति परन्तु भवादिगणे यच् अस्ति यतोहि तत्र शप् यच् षित् अस्ति अतः इति तर्हि ददाति अपि समीचीनं ज्योत्यादिगण दा अपि यच्छति अपि समीचीनं भवादिगण भेदः अस्ति यत् भवादिगणे शप् प्रत्यये अस्ति षित् अस्ति अतः यच्छति एव करणीयमित्यादिगणे किमपि नास्ति अतः षित् नास्ति अतः तत्र ददाति एव भवति तत्र यच्छति किमपि न भवति अस्तु तर्हि यच्छति इत्यस्य लृट् रूपं किं भवति यच्छति न दास्यति नास्ति दा तस्य दा मध्ये तस्य आदेश लृट् रूप एव भवति तदैव आगच्छति यदा श्रित् अस्ति खलु, लृट् लकारे श्रित् नास्ति. अस्तु तर्हि धन्यवादः, इदानीं विरमामः. तत्र सुमन् महोदय, भवता प्रश्नः अस्ति खलु, पृच्छति कथं भवति? आम्, तत्र पश्यतु, धातु प्रच् एव अस्ति. आम्, प्रच् योगः स्टिप्. इदानीं स्टिप् मध्ये ति एव अवशिष्यति खलु, तर्हि प्रच् योगः ति. इदानीं ति स्टिप् यत् अस्ति तत् सार्वधातुकम् अस्ति अर्धधातुकम् अस्ति? सार्वधातुकम् अस्ति. इदानीं कर्तृत्वः अपि अस्ति, अस्माभिः द्रष्टं यत् स्टिप् कर्तृत्वः अस्ति खलु, कृदन्त शित् अस्ति अतः सार्वधातुकं, पित् अस्ति अतः कर्तृत्वः अस्ति. हा, कर्तृत्वः अस्ति अतः सार्वधातुकः अस्ति, कर्तृत्वः अस्ति अतः किं भवति? शप् आदेशः भवति. तर्हि यच् सारि प्रच् योगः शप् योगः ति खलु. परन्तु प्रच् धातु तुदादिगणे अस्ति. तुदादिगणे अस्ति, अस्तु, इदानीं ष अपित् अस्ति खलु. आम्, नित्वत् अस्ति. आम्, अतः नित्वत् अस्ति अतः सम्प्रसारणं भवति. अस्तु, अतः रेफस्य स्थाने रि भवति, पृच् भवति, पृच्छति. तथैव तथैव वृच्छति अपि यत् अस्ति, व्रच् धातु, तदपि तुगादिगणे अस्ति. अस्तु, अतः वयं लटि अपि पृच्छति एव पश्यामः खलु. आम्, लट् लकारे तिगन्तरूपमपि पृच्छति अस्ति खलु, तस्य कारणमस्ति यत् पृच्छतु तुदादिगणे अस्ति, अतः तत्र श विकरणप्रत्यय अस्ति, श विकरणप्रत्यय नित्वत् अतः सम्प्रसारः. अवगच्छति वा? धन्यवादः महोदय. अस्तु, तर्हि इदानीं विरमामः, अग्रे नूतनविषयं कुर्मः, दंश स्वञ्च रञ्जिति. अस्तु, तर्हि शुभरात्रि, शुभदिनं. धन्यवादः महोदय. हरिः ओं महोदय, धन्यवादः. धन्यवादः.